पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 43 पुलस्त्य उवाच प्रादुरासीत् प्रदीहारशुभ्रचीनां शुकाम्बरः स जानुभ्यां महीं गत्वा पिहितास्यश्च पाणिना उवाचानाविलं वाक्यमल्पाक्षरपरिष्कृतं दैत्येन्द्रमर्कवृन्दाभं बिभ्रदं भास्वरं वपुः कालनेमिसुरान् बद्ध्वा प्रादाय द्वारि तिष्ठति स विज्ञापयदिस्तेयं क्व वन्दिनि च यैः प्रभो तन्निशम्या ब्रवीदैत्यप्रतिहारस्य भाषितं यथेष्टं स्थीयतामेभिर्गृहं मे भुवनत्रयं केवलं वासवं त्वेकं मुण्डयित्वा विमुच्यतां सिद्धवस्त्रपरिच्छन्नं शुनः पादेन चिह्नितम् एवं कृते ततो देव दूयमानेन चेदसा जग्मुर्जगद्गुरुं द्रष्टुं शरणं कमलोद्भवम् विनिर्विण्णास्तमासाद्य शिरोभिर्धरणीं गदाः तुष्टुवुः सुष्टु वर्णाढ्यैर्वचोभिः कमलासनम् देवा ऊचुः नमस्त्वोङ्कारां कुरादिप्रसूत्यै विश्वस्थानानन्दभेदस्य पूर्वं सम्भूतस्यानन्तरं सत्त्वमूले संहारेच्छोस्ते नमः सत्त्वमूर्ते व्यक्तीनां त्वामादिभूतं महिम्ना चास्मादस्मानभिधानाद्विचिन्त्य द्यावा पृथ्व्योरूर्ध्वलोकांस्तथा धश्चाण्डादस्मात्त्वं विभागं चकर्थ वृत्तं मेरुर्यज्जरायुस्तवा भूदेवं विद्मस्त्वत्प्रणीतोऽवकाशः व्यक्तं देवाजज्ञिरे यस्य देहाद्देहस्यान्तश्चरिणो देहभाजः द्यौस्ते मूर्धा लोचने चन्द्रसूर्यौ व्यालाकेशाश्रोत्ररन्ध्रे दिशस्ते गात्रं यज्ञसिन्धवत्सन्धयो वै पादौ भूमिस्तुदरं ते समुद्राः मायाकारकारणं त्वं प्रसिद्धो वेदै शान्तो ज्योतिरर्कस्त्वमुक्तः वेदार्थेन त्वां विवृण्वन्ति बुद्ध्या हृत्पद्मान्तःसन्निविष्टं पुराणम् त्वां चात्मानं लब्धयोगा गृह्णन्ति साङ्ख्यैर्यास्ताः सप्त सूक्ष्माः प्रणीताः तासां हेद्दुर्याष्टमी चापि गीता तास्त्वं तस्थो जीवभूतस्त्वमेव दृष्ट्वा मूर्तिं स्थूलसूक्ष्मां चकार एवै भावाः कारणे केचिदुक्ताः सम्भूतास्ते त्वत्त एवादिसर्गे भूयस्तास्त्वां वासनां तेभ्युपेयाः त्वत्सङ्केतस्त्वन्तरायो निगूढकालो मेयोध्वस्तसङ्ख्याविकल्पः भावाभावव्यक्तिसंहारहेदुःसोनं तस्त्वं तस्य कर्ता निधानम्। स्थूलः सर्वोऽनर्थभूतस्तदोऽन्यः सोऽर्धसूक्ष्मो यो हि तेभ्योऽपि गीतः स्थूलाभावाश्चावृदायैश्च तेषां तेभ्यस्थूलस्त्वं पुराणे प्रणीतः भूतं भूतं भूतिमद्भूतभावं भावे भावे भावितं त्वं युनक्षि युक्तं युक्तं व्यक्तिभावान्निरस्य स्थाने स्थाने व्यक्तिवृत्तिं करोषि इद्धं देवो व्यक्तिभाजां शरण्यस्त्रादा गोप्ता भावितो नन्दमूर्तिः विरेमुरमरास्तु त्वा ब्रह्माणमिति कारणम् तस्तुर्मनोभिरिष्टार्थः सम्प्राप्तिप्रार्थनास्तदः एवं स्तुतो विरिञ्चिस्तु प्रसादं परमं कदः अमरान्वरदोऽप्याह वामहस्तेन निर्दिशन् ब्रह्मोवाच नारी वा भर्तृका कस्माद्धस्त संत्यक्तभूषणा न राजसे कुदशक्राम्लानवक्त्रसरोरुहः हुदाशनवियुक्तोऽपि धूमेन न विराजसे दण्डेन लम्बनेनेव कृष्ठो येन पदे पदे रजनीचरनाथत्वं किं भीद इव भाषसे राक्षसेन्द्रकृदादाने त्वमरादिक्षदो यथा तनुस्ते वरुणोच्छुष्का परीतस्येव वह्निना विमुक्तरुधिरं चाथ पदं त्वं प्रविलोकय वायो भवान्विचेतस्ख खड्गाग्रैरिव निष्कृतः किं त्वं नतोऽसि धनद सन्ध्यज्येव कुबेरतां रुद्रास्त्रिशूलिनः सन्दो विदध्वं बहु शूरतां भवतां केन चाक्षिप्ता तीव्रदा नस्तदुच्यताम् एवमुक्ता सुरास्तेन ब्रह्मणा ब्रह्मवर्तिना वाच्यां प्रधानभूतत्वात्ते मारुतमचोदयन् अथ शक्रमुखैर्देवै पवनः प्रतिचोदितः प्राह देवं च दुर्वक्त्रं भवान्वेत्ति चराचरम् पुरहूतमुखः सबला निविषा विजिदा प्रसभं किल दैत्यशतैः क्रतवो विहिता भवता स्थितये जगताञ्च महाद्भुतचित्रगुणाः अभियज्ञकृतश्रुतकामफला विहिता ऋषयस्तद एव पुरः अपि नाकमभूत् किल यज्ञभुजां भवदो विनियोगवशात् सततम् अपहृत्य विमानगणं सकृदो दनुजेन महाकरभूमिसमः कृतवानसि सर्वगुणादिशयं यमशेषमहीधर राजतया मखभूषितमंशुमदामवधिं सुरधामगिरिं गगनेऽपि सदा अधिवासविहारविधानुचितो दनुजेन परिष्कृतशृङ्गतटः प्रविलम्बितरत्नगुहानिवहो बहुदैत्यसमाश्रयदां गमितः असुरस्य च तस्य भयेन गदं सविषादशरीरनिमित्ततया उपभोग्यतयाधिकृतं सुचिरं विमलद्युतिपूरित दिग्वदनम् भवतैव विनिर्मिदमादियुगे सुरहेदिसमूहवरं कुलिशं दिदिजस्य शरीरमवाप्यगदं सदधामदिभेदमिवाल्पविदः बाणैश्च युधि विद्धाङ्गाद्वारिद्वास्तैर्निदर्शिताः लब्धप्रवेशाकृच्छ्रेण वयं तस्यामरद्विषः सभायाममरादेव प्रहृष्योपनिवेशिताः वेत्रहस्तैरजल्पं तस्तथोपहसिता परैः महार्था सिद्धसर्वार्था भवन्तः स्वल्पभाषिणः शास्त्रयुक्तमधब्रूद मामरा बहुभाषिणः सभेयं दैत्यसिंहस्य न शक्रस्य विशृङ्खला वदद्भिरिति दैत्यस्य प्रेष्यैर्विहसिदा बहु ऋतवो मूर्तिमन्तश्चाप्यहर्निशमुपासदे कृतापराधं सत्रासं न त्यजन्ति कथञ्चन तं त्रीलयनयोपेतं सिद्धगन्धर्वकिन्नरैः सरागमुपधाविष्टं गीयते तस्य वेश्मसु कृताकृतोपकरणायैर्मित्रादिगुरुलाघवः शरणागतसंत्यागी त्यक्तसत्यप्रतिश्रयः इति निःशेषमथवा निःशेषं केन शक्यते तस्या विनयमाख्यातुं स्रष्टा तत्र परायणम् इत्युक्त्वा व्यरमद्वायुशनैर्देवविचेष्टितं सुरानुवाच भगवांस्तदस्मिदमुखाम्बुजः ब्रह्मोवाच अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः यस्य वध्यः स नाद्यापि जातस्त्रिभुवने पुमान् मया स वरदानेन चन्दयित्वा निवारितः तपसः सम्प्रदं राजा त्रैलोक्यदहनात्मकः सदुवव्रेवधं दैत्यशिशुतः सप्तवासराद स तु सप्तदिनो बालशङ्कराद्यो भविष्यति तारकस्य निहन्तास भास्कराभो भविष्यति साम्प्रतं चाप्यपत्नीकशङ्करो भगवान् प्रभुः हिमाचलस्य दुहिता या च देवी भविष्यति तस्या सकाशाद्य सूनुररण्या पावको यथा जनयिष्यति तं प्राप्य तारको न भविष्यति मयाभ्युपाह्य कथितो यथैष हि भविष्यति शेषं चाप्यस्य विभवं विभजध्वमनन्तरं स्तोककालं प्रदीक्षध्वं निर्विशङ्गेन चेतसा इत्युक्तास्त्रिदशास्तेन साक्षात् कमलयोनिना जग्मुस्ते प्रणिपत्येष्यं यथा योगं दिवौकसः ततो यादेषु देवेषु ब्रह्मा लोकपितामहः निशां सस्मार भगवांस्तां देवीं पूर्वसम्भवां ततो भगवती रात्रिरुपतस्ते पिदामहं तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीं ब्रह्मोवाच विभावरिमहत्कार्यं देवानां समुपस्थितं तत्कर्तव्यं त्वया देवि शृणु कार्यस्य निश्चयम् तारको नाम दैत्येन्द्रसुरशत्रुरनुर्जितः तस्याभवाय भगवान् जनयिष्यति चेश्वरः सुतं स भविता तस्य तारकस्यान्तकः किल शङ्करस्याभवत्पत्नी सती दक्षसुता तु या सा पिधुः कुपिता देवी कस्मिंश्चित् कारणान्तरे भवित्रीहिमशैलस्य दुःखिता लोकभाविनी विरहेण हरस्तस्या मत्वा शून्यं जगत्त्रयं स तस्य हिमशैलस्य कन्दरे सिद्धसेविते प्रदीक्षमाणस्तज्जन्म किञ्चित्कालं निवत्स्यति तयो सुतप्त तपसोर्भविता यो महान् सुतः भविष्यति स दैत्यस्य तारकस्य विनाशकः जातमात्रा च सा देवी स्वल्पसंज्ञेव भामिनी विरहोत्कण्ठिता गाढं हरसङ्कमलालसा तयोः सुतप्ततपसोः संयोगस्याच्छुभावः ततस्ताभ्यां तु जनितस्वल्पो वा कलहो भवेद् ततस्तु संशयो भूयस्तारकस्य च दृश्यते तयोः संयुक्तयोस्तस्मात् सुरतासक्तिकारणे विघ्नं त्वया विधातव्यं यथा ताभ्यां तथा शृणु गर्भस्थमेव तन्मादुस्वेन रूपेण संज्ञया ततो विहस्य सर्वस्तां विषण्णो नर्मपूर्वकं भर्सयिष्यति तां देवीं ततः सा कुपिता सती प्रयास्यति तपश्चर्तुं ततः सा तपसायुधा जनयिष्यति तं शर्वादमिदद्युदिमण्डलं सम्भविष्यति हंतासौ सुरारीणामसंशयं त्वयापि दानवो देवि हन्तव्या लोकदुर्जयाः यावत् सुरेश्वरी देह सङ्क्रान्तगुणसञ्चया तत्सङ्गमेन तावत्त्वं दैत्यान् हन्तुं न शक्यते एवं कृते तपस्तप्त्वा त्वया सर्वं करिष्यति समाप्तनियमा देवि यदा चोमा भविष्यति तदा स्वमेव सारूपं शैलजा प्रतिपत्स्यते तदा त्वयापि सहिता भवानी सा भविष्यति रूपांशेन दुःसंयुक्ता उमायास्त्वं भविष्यसि एकानं शेदि लोकस्त्वां वरदे पूजयिष्यति वेदैर्बहुविधाकारै सर्वगां कामसाधिनीम् ओङ्कारवक्त्रा गायत्री त्वमिति ब्रह्मवादिभिः आक्रान्तैरूर्जिताकारा राजभिश्च महाभुजैः त्वं भूरिति विशमादा शूद्रैः शैवेदिपूजिता शान्तिर्मुनीनामक्षोभ्यादयान्नियमिनामपि त्वं महोपाय सन्देहो निधिर्नय विसर्पिणां परिचित्तिस्त्वमर्धानां त्वमीहा प्राणिहृच्छया त्वं मुक्तिः सर्वभूतानां त्वं गतिः सर्वदेहिनां रतिस्त्वं रतचित्तानां प्रीतिस्त्वं हृदि देहिनां त्वं कीर्तिः सत्यभूतानां त्वं शान्तिर्दुष्टकर्मणां त्वं भान्तिः सर्वभूतानां त्वं गतिः क्रतुयाजिनां जलधीनां महावेला त्वं च लीलाविलासिनी प्रियखण्डग्रहानन्ददायिनी त्वं विभावरी इत्यनेकविधैर्देवीरूपैर्लोके त्वमर्चिता ये त्वां स्तोष्यन्ति वरदे पूजयिष्यन्ति चापि ये ते सर्वकामानाप्स्यन्ति नियदा नात्र संशयः इत्युक्तादु निशादेवी तथेत्युक्त्वा कृताञ्जलि जगामत्वरितातूर्णं गृहं हिमगिरेर्महद तत्रासीनां महाहर्म्ये रत्नभित्तिसमाश्रयां ददर्श मे नामा पाण्डुश्च विवक्त्र सरोरुहां किञ्चित्क्षामां मुखोदग्रस्तनभारावनामिदां महौषधिगणाबद्धमन्द्रराजनिषेवितां उदूढकनकोन्नद्धजीवरक्षा मनोरमां मणिदीपगणज्योतिर्महालोकप्रकाशिते प्रकीर्णबहुसिद्धार्थमनोज्ञपरिचारके शुद्धजीनां शुकच्छत्र भूषय्यास्तरुणोज्ज्वले धूपामोदमनोरम्ये सज्ज सर्वोपयोगिके तथ क्रमेण दिवसे गदे दूरं विभावरी विजृम्भित सुखोदर्के तदो मेना महागृहे प्रसुप्तप्रायपुरुषे निद्राभूतोपचारके स्फुटालोके शशभृदि भ्रान्तरात्रि विहङ्गमे रजनीचर सञ्चारभूतैरावृतचत्वरे गाढकण्ठग्रहालग्ने शुभगोष्ठजने तदः किञ्चिदाकुलतां प्राप्ते मेना नेत्राम्बुजद्वये आविवेशमुखे रात्रिसुखमद्भुतसङ्गमा उन्मादाय जगन्माधुक्रमेण जठरान्तरे आविवेशातुलं जन्ममन्यमाना कदा तु वै अरं जयद्गृहं देव्या गुहारण्ये विभावरी ततो जगत्या निर्वाणहेतुर्हिमगिरिप्रिया ब्राह्मे मुहूर्ते सुभगे प्रासूयद गुहारण्यं तस्यां तु जायमानायां जन्तवस्ताणुजङ्गमाः अभवन् सुखिनः सर्वे सर्वलोकनिवासिनः नारकाणामपि तदा सुखं स्वर्गसमं महद अभवत्क्रूरसत्त्वानां चेदशान्तं च देहिनां ज्योतिषामपि तेजस्तु सुतरां चाभवत्तदा वनाश्रिताश्चोषधयस्वादवन्तिफलानि च गन्धवन्ति च माल्यानि विमलं च नभो भवद अरं जयद्गृहं देव्या कुहारण्ये विभावरी ततो जगत्या निर्वाणहेतुर्हिमगिरिप्रिया ब्राह्मे मुहूर्ते सुभगे प्रासूयतगुहारणिं तस्यां तु जायमानायां जन्तवस्तानुजङ्गमाः अभवन् सुखिनः सर्वे सर्वलोकनिवासिनः नारकाणामपि तदा सुखं स्वर्गसमं महद अभवत्क्रूरसत्त्वानां चेतशान्तं च देहिनां ज्योतिषमपि तेजस्तु सुतरां चाभवत्तदा वनाश्रिताश्चोषधयस्वादवन्ति फलानि च गन्धवन्ति च माल्यानि विमलं च नभो भवद मरुतश्च सुखस्पर्शो दिशश्च सुमनोहराः ऋतुद्भूतफला योगपरिपाकगुणोज्ज्वला अभवत् पृथिवी देवी शालिमाला कुलापि च तपांसि दीर्घचीर्णानि मुनीनां भाविदात्मनां तस्मिन् गतानि साफल्यं काले निर्मलचेतसां विस्मृतानि च शास्त्राणि पादुर्भावं प्रपेदिरे प्रभावस्तीर्थमुख्यानां तदा पुण्यतमस्त्वभूद अन्तरिक्षे मराश्चासन्विमानेषु सहस्रशः समहेन्द्रजलाधीशवायुवह्निपुरोगमाः पुष्पवृष्टिं प्रमुमोचुस्तस्मिं स्तुहिन भूधरे जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः मेरुप्रभृतयश्चापि मूर्तिमन्दो महाचलः तस्मिन्महोत्सवे प्राप्ते दिव्या प्रसृतपाणयः सागरासरितश्चैव समाजग्मुश्च सर्वशः हिमशैलो भवल्लोके तदा सर्वैश्चराचरैः संसेव्यश्चाधिगम्यश्च साश्रयश्चाचलोत्तमः अनुभूयोत्सवं देव जग्मुस्वान्निलयास्तदा देव नागेन्द्रगन्धर्व शैललीलावदीगणैः हिमशैलसुधा देवी त्वहं पूर्विकया तदः क्रमेण बुद्धिमानीता विद्याश्चाण्डलसैर्बुधैः क्रमेण रूपसौभाग्यप्रबोधैर्भुवनत्रये सम्पूर्णलक्षणा जाता हिमालय सुधा तथा एतस्मिन्नन्तरे चक्रो नारदं देवसम्मतं देवर्षिमदसंस्मारकार्यसाधनतत्परः सदुचक्रस्य विज्ञाय काङ्क्षितं भगवांस्तदा आजगाममुदा युक्तो महेन्द्रस्य निवेशनं तं तु दृष्ट्वा सहस्राक्षसमुद्धाय महासनाद यथार्थेण दुपाद्येन पूजयामास वासवः चक्रपाणिहितां पूजां प्रतिगृह्य यदा विधि नारदकुशलं देवमपृच्छत् पाकशासनम् पृष्टे च कुशले शक्रप्रोवाचवचनं प्रभुः इन्द्र उवाच कुशलस्याङ्कुरस्तावत् संवृत्तो भुवनत्रये तत्फलोद्भव सम्पत्तौ त्वं मया विदितो मुने वेत्स्येव तत्समस्त्वं त्वं तथापि परिचोदितः निर्वृतिं परमां व्याधि निवेद्यार्थं सुहृज्जने तद्यथा शैलजा देवी योगं यायात् पिनाकिना शीघ्रं तथोद्यम सर्वैरस्मत्पक्षैर्विधीयताम् अवगम्यार्थमखिलं तत्त आमन्त्र्य नारदः च शीघ्रं जगाम भगवान् हिमशैलनिकेतनं तत्र द्वारे स विप्रेन्द्रश्चित्र वेत्र लताकुले वन्दितो हिमशैलेन निर्गतेन पुरो मुनिः सह प्रविश्य भवनं भुवो भूषणदां गतं निवेदिते स्वयं हैमे हिमशैलेन विसृते महासने मुनिवरो निशसादादुलद्युदिः यथार्थमर्घ्यं पाद्यं च शैलस्तस्मै न्यवेदयद मुनिः स प्रतिजग्राहतमर्घ्यं विधिवत्तदा गृहीतार्कं मुनिश्रेष्ठमपृच्छत् श्लक्ष्णया गिरा कुशलं तपः स शैलशनैफुल्लाननाम्बुजः मुनिरप्यद्रिराजानमपृच्छत् कुशलं तदा नारद उवाच अहो धर्मोचितस्तेऽस्ति संनिवेशो महागिरे पृथुत्वं मनसा तुल्यं कन्दराणां तवानक गुरुत्वं ते गुणौखानां स्थावरादतिरिच्यते प्रसन्नता च तोयस्य मुनिभ्यश्चाधिका तव न लक्षयाम शैलेन्द्र पुत्रा विनयिता स्थिता नानातपोभिर्मुनिभिर्ज्वलनार्कसमप्रभैः पावनैः पावितो नित्यं त्वं कन्दरसमाश्रयैः अवमत्यविमानानि स्वर्गवासविरागिणः पितुर्गृह इवासीना देवगन्धर्वकिन्नराः अहो धन्योऽसि शैलेन्द्र यस्यते कन्दरं हरः अध्यास्ते लोकनाथो हि रामध्यानपरायणः इत्युक्तवदि देवर्षौ नारदे सादरं गिरा हिमशैलस्य महिषी मेना मुनिदिदृक्षया अनुयादा दुहित्रा दुःस्वल्पालिपरिचारिका लज्जा प्रणय नम्राङ्गी प्रविवेशनिकेतनं यत्र स्थितो मुनिवरशैलेन सहितो वशी तं दृष्ट्वा तेजसो राशिं मुनिं शैलप्रिया तदा ववन्दे गूढवदना पाणिपद्मदाञ्जलि तां विलोक्य महाभागां देवर्षिरमिदद्युदिः आशीर्भिरामृदोद्गाररूपाभिस्तां व्यवर्धयद ततो विस्मितचित्ता दुहिमवद्गिरिपुत्रिका ये क्षिष्ठ नारदं देवी मुनिमद्भुतरूपिणं ये हि वत्सेदि साप्युक्ता ऋषिणा स्निग्धया गिरा कण्ठे गृहीत्वा पितरमङ्गे साधुसमाविशद उवाच मादातां देवीमभिवन्दय पुत्रिके भगवन्तं तपोध्यानं पदिमाप्स्यसि सम्मतम् इत्युक्तादु ततो मात्रा वस्त्रेण पिहिताननः किञ्चित् कम्पितमूर्तादु वाक्यं नोवाच किञ्चन ततः पुनरुवाचेतं वाक्यं मादा सुधां तदा वत्से वन्दय देवर्षिं ततो दास्यामि दे शुभं रत्नक्रीडनकं रम्यं स्थापितं यच्छिरं मया इत्युक्ता सा ततो वेगादुद्गत्य चरणौ तदा ववन्दे मूर्ध्नि सन्धाय पाणिपङ्कजकुट्मलं कृते तु वन्दने तस्या मादा सखिमुखे न तु चोदयामास शनकैस्तस्या सौभाग्यदर्शितम् शरीररक्षणानां च परिज्ञानाय कौतुकाद स्त्रीस्वभावा स्वदुःखितुश्चिन्तां हृदि समुद्वहन् ज्ञात्वा तदिङ्गितं शैलो महिष्या हृदयेन तु अनुदीर्णा कृतिर्मेने रम्य मेददुपस्थितं चोदितशैलमहिषी सख्या मुनिवरस्ततः स्मिताननो महाभागो वाक्यं प्रोवाच नारदः न जातोऽस्याः पतिर्भद्रे लक्षणैश्च विवर्जितः उत्थानहस्ता सततं चरणैर्व्यभिचारिभिः सुच्छायास्या भविष्ययं किमन्यद्बहुभाष्यते श्रुत्वैतत्सम्भ्रमाविष्टोऽध्वस्तद्धैर्यो हिमाचलः नारदं प्रत्युवाचाद साश्रुकण्ठो महागिरिः हिमवानुवाच संसारस्यादिदोषस्य दुर्विज्ञेया गतिर्यतः सृष्ट्या चावश्यभाविन्या केनाप्यतिशयात्मना कर्त्रा प्रणीता मर्यादा स्थिता संसारिणामियम् यो जायते हि यद्बीजाज्जनितुस्सोऽर्धसाधकः जनिता चापि जातस्य न कश्चिदिति च स्फुटम् स्वकर्मणैव जायन्ते विवथा भूतजादयः अण्डजो ह्यण्डजा जातः पुनर्जायेत मानवः मानुषोऽपि शरीसृपां मानुषत्वेन जायते तत्रापि जातौ श्रेष्ठायां धर्मस्योत्कर्षणेन तु अपुत्रजन्मनशेषा प्राणिनः समवस्थिताः मनुजास्तत्र सुतरां नयेन सहधर्मिणः क्रमेणाश्रमसम्प्राप्तिर्ब्रह्मचारिव्रतादनु तस्य कर्तुर्नियोगेन संसारो येन वर्धितः संसारस्य हिनोत्पत्ति सर्वे स्युर्यदि निर्गृहाः कर्त्रादु शास्त्रेषु सदा सुतलाभः प्रशंसितः प्राणिनां मोहनार्थाय नरकत्राणकारणाद् स्त्रिया विरहिता सृष्टिर्जन्तूनां नोपपद्यते स्त्रीजातिस्तु प्रकृत्यैव कृपणा दैन्यभागिनी शास्त्रालोचनसामर्थ्यादूषितं तासु कर्तृणा तस्यां नोपरिभावज्ञा भवेदेति च वेधसा शास्त्रे सूक्तमसंदिग्धं बहुवारं महाबलम् दशपुत्रसमाकन्या यापि स्याच्छीलवर्जिता वाक्यमेतद्फलभ्रष्टं पुंसां ग्लानिकरं फलं कन्याति कृपणा शोच्यापि दुःखविवर्धिनी यापि स्यात्पूर्ण सर्वार्था पदिपुत्रसमन्विता किं पुनर्दुर्भगाहीना पदिपुत्रधनादिभिः त्वं चोक्तवान् सुदायामे शरीरे दोषसङ्ग्रहम् अहो मुह्यामि शिष्यामि ग्लामि सीदामि नारद अयुक्तमपि वक्तव्यमप्राप्यमपि साम्प्रतम् अनुग्रहाय मे चिन्तिदुःखं कन्याश्रयं मुने परिच्छिन्नेऽप्यसंदिग्धे मनः परिभवाश्रयात् तृष्णामुष्णादिनिष्णादं फललोभाश्रयात् पुनः त्रीणां हि परमं जन्म कुलानामुभयात्मनाम् इहामुत्र सुखायोक्तं सत्पदिप्राप्तिसंज्ञितं दुर्लभत्वास्ततस्त्रीणां विगणोऽपि पदिः किल न प्राप्य देविना पुण्यैः पदिर्नार्या कदाचन यतो निःसाधनो धर्मः परिणामोद्धितारतिः धनं जीवितपर्यन्तं पत्यौ नार्या प्रतिष्ठितं निर्धनो दुर्मुखो मूर्खः सर्वलक्षणवर्जितः दैवतं परमं नार्या पदिरुक्तः सदैव हि त्वया देवर्षिणा प्रोक्तं न जातोऽस्यापदि किल ये दद्दौर्भाग्यमधुलमसङ्ख्यं च दुरुद्वहं चराचरे भूतसर्गे चिन्ता सा व्यापिनी मुने सनजात यदि श्रुत्वा ममेदं व्याकुलं मनः मनुष्यदेवजातीनां शुभाशुभनिवेदकं लक्षणं हस्तपादाभ्यं लक्षणं विहितं किल स्वयमुत्थानहस्तेदि त्वयोक्ता मुनिपुङ्गव उत्थानहस्तदा प्रोक्ता याचतामेव नित्यका शुभोदयानां धन्यानां न कदाचित् प्रयच्छतां सुच्छाय यास्याश्चरणौ त्वयोक्तौ व्यभिचारिणौ तत्राभिश्रयसी ह्याशा मुनेन प्रतिभादिनः शरीरलक्षणाश्चान्ये पृथक् फलनिवेदिनः इत्युक्त्वा विरले शैले महादुःखविचारिणी स्मितपूर्वमुवाचेदं नारदो देवपूजितः नारद उवाच हर्षस्थाने जमहदि त्वया दुःखं निरुच्यते अपरिच्छिन्नवाक्यार्थो मोहं यासि महागिरे इमां शृणु गिरं मत्तो रहस्य परिनिष्ठितां समाहितो महाशैल मयोक्तस्य विचारणां न जादोऽस्या पतिर्देव्या यन्मयोक्तं हिमाचल स न जादो महादेवो भूत भव्य भवोद्भवः शरण्यशाश्वतशास्ता शङ्करः परमेश्वरः ब्रह्म रुद्रेन्द्रमुनयो गर्भजन्मजरार्दिताः तस्य दे परमेशस्य सर्वे क्रीडनकागिरेः ब्रह्माण्डतस्तदिच्छादसम्भूतो भुवनप्रभुः आत्मनो न विनाशोऽस्ति स्थावरान्तेऽपि भूधर संसारे जायमानस्य म्रियमाणस्य देहिनः नश्यते देह एवात्र नात्मनो नाश उच्यते ब्रह्मादिस्थावरान्तोऽयं संसारो यः प्रकीर्तितः स जन्ममृत्युदुःखार्थो ह्यनिशं परिवर्तते महादेवो चलस्ताणो न जादो जनगोचरः भविष्यधिपति सोऽस्या जगन्नाथो निरामयः यदुक्तं च मया देवी लक्षणैर्वर्जिता तव शृणु तस्यापि वाक्यस्य सम्यक्त्वेन विचारणं लक्षणं दैविको ह्यङ्गशरीरावयवाश्रयः स चायुर्धनसौभाग्यपरिणामप्रकाशकः अनन्तस्य प्रमेयस्य सौभाग्यस्य दुभूतर नैवाङ्को लक्षणकारशरीरे संविधीयते अधोस्य लक्षणङ्गात्रे शैल नास्ति महामदे यच्चाह मुक्तवानस्य उत्थानकरदा सदा उत्थानो वरदपाणिरेष देव्या सदैवदो सुरासुरमुनिव्रादवरदात्री भविष्यति यश्च प्रोक्तं मया पादौ सुच्छायौ व्यभिचारिणौ मत्तशृणु त्वमस्याभि व्याख्योक्तिं शैलसत्तमचरणौ पद्मसङ्काशौ स्वच्छावस्या नखोज्ज्वलौ सुरासुराणां नमदां किरीटमणिकान्तिभिः विचित्रवर्णै पश्यद्भिः सुच्छायौ प्रतिबिम्बितौ यशा भार्य जगद्भर्तुर्वृषाङ्गस्य महीधर जननी सर्वलोकस्य सम्भूताभूतभाविनी शिवेयं पवनयैव त्वत्क्षेत्रे पावनद्युतिः तद्यथा शीघ्रमेवैषा योगं यायात् पिनाकिनः तथा विधेयं विधिव त्वया शैलेन्द्रसप्तम अस्त्यत्र हि महत्कार्यं देवानां हिमभूधर एवं श्रुत्वा तु शैलेन्द्रो नारदात् सर्वमेव हि स्वमात्मानं पुनर्जातं मेने मेनापदिस्तद उवाच चापि संहृष्टो नारदं तु हिमाचलः दुस्तरान्नरकाघोरादुद्धृतोऽस्मि त्वया विभो पादालादहमुद्धृत्य सप्तलोकाधिपकृतः हिमाचलोऽस्मि विख्यातस्त्वया मुनिवराधुना हिमाचलाच्छदगुणां प्राभितोऽस्मि समुन्नतिम् आनन्दादेव चाहारि हृदयं मे महामुने नाध्यवश्यति कृत्यानां विभागप्रविचारणं भवद्विधानं नियतममोघं दर्शनं मुने भवद्भिरेव हि प्रोक्तं निवासायात्मरूपिणां मुनीनां देवतानां च स्वयं कर्तास्मि कल्मषं तथापि वस्तुन्येकस्मिन्नाज्ञा मे सम्प्रदीयताम् इत्युक्तवति शैलेन्द्रे स तदा हर्षनिर्भरः उवाच नारदो वाक्यं कृतं सर्वमिति प्रभो सुरकार्ये स एवार्धस्तवापि सुमहत्तरः इत्युक्त्वा नारदशीघ्रं जगाम त्रिदिवं ततः स गत्वा देवभवनं महेन्द्रं सन्ददर्शः तदोनु रूपे स मुनिरुपविष्टो महासने पृष्टश्चक्रेण प्रोवाच गिरिजा संश्रयां कथां नारद उवाच यन्मह्यमुक्तं कर्तव्यं तन्मया कृतमेव हि किन्तु पञ्चशरस्येषु गोचरत्वमपेक्षितम् इत्युक्तो देवराजस्तु मुनिना कार्यदर्शिना चूतां कुरास्त्रं सस्मार भगवान् पाकशासनः सस्मृतस्तु तदा क्षिप्त्रं सः साक्षेण धीमदा उपतस्थिरधियुक्तः सविलासोच्चषध्वजः प्रादुर्भूतं च तं दृष्ट्वा शक्रप्रोवाचमन्मथं शक्र उवाच उपदेशेन बहुना किं त्वां प्रतिरधिप्रिय मनो भवोऽसि तेन त्वं वेत्सि भूतमनोगतम् तद्यथानुक्रमं तु त्वं कुरु नागसदां प्रियं शङ्करं योजय क्षिप्रं गिरिपुत्र्या मनोभव संयुक्तो मधुनानेन गच्छरत्या सहायवान् इत्युक्तो मदनस्तेन चक्रेण स्वार्थसिद्धये प्रोवाच पञ्चबाणोऽथ वाक्यं भीदशतक्रतुं काम उवाच अनया देवसामग्र्या मुनिदानवभीमया दुःसाध्यशङ्करो देव किं न वेत्सि जगत्प्रभो तस्य देवस्य वेद्धत्वं कारणं पदमव्ययं प्रायः प्रसादे कोपेऽपि सर्वं हि महदां महद सर्वोपभोगसारं हि सौन्दर्यं स्वर्गसम्भवं विशेषं काङ्क्षदां शक्र सामान्याद्भ्रंशनं फलाद् श्रुत्वैतद्वचनं शक्रस्तमुवाचामरैर्युधः शक्र उवाच वयं प्रमाणं ते तत्र रथिकान्तन संशयः संदंशेन विना शक्तिरयस्कारस्य नेष्यते कस्यचिच्च क्वचिद्दृष्टं सामर्थ्यं न तु सर्वतः इत्युक्तप्रययौ कामः सखायं मधुमाश्रितः हृदियुक्तो जगामाशु प्रस्थं तु हि न भूभृदः स तु प्राप्याकरोच्चिन्तां कार्यस्योपायपूर्विकां महात्मनो हि निष्कम्भा मनस्तेषां सुदुर्जयं तदादावेव संक्षोभ्य नेद्धं तस्य जयो भवद संसिद्धिप्रायशश्चैव पूर्वं संशोध्यमानसं कथमेवंविधैर्भावैर्द्वेषानुगमनं विना क्रोधक्रूरतरसङ्गाद्भिषणोर्ष्यामहासखि चापल्यान्मूर्ध्नि विध्वस्तधैर्याधारमहाबला तामस्य विनियोक्ष्यामि मनसो विकृतिं पुरः विधाय धैर्यद्वाराणि सन्तोषमपकृष्य च अवगन्तुं हि मां तत्र न कश्चिदिह पण्डितः विकल्पमात्रसंस्थानं विरूपाक्षमनोभवं प्रविश्याध क्रियारम्भि गम्भीरा वर्तदुस्तरः भविष्यामि हरस्याकं तपस्तस्य स्थिरात्मनः इन्द्रियग्राममावृत्य रम्यसाधनसंविधिः चिन्तयित्वेदि मदनो भूतभर्तुस्तदाश्रमं जगाम जगदीसारं सरलद्रुमवेदिकं शान्तसत्त्वसमाकीर्णमचलं प्राणिसङ्कुलं नानापुष्पलताजालं सानुसंस्थगणेश्वरं निर्व्यग्रवृषभोत्कृष्टं नीलशाद्वलसानुकम् तत्रा पश्य त्रिनेत्रस्य रम्यं कं चिद्विधीयकं वीरकं वीरलोकेशमीशानसहृशद्युगिं पक्वं कुङ्कुम किं जल्कपुञ्ज पिङ्कजडासमं वेत्रपाणितमव्यग्रमुग्रं चाभद्रभूषणं तदो निमीलितोन्निद्र पद्मपत्रान्तलोचनं प्रेक्षमाण मृजुस्थानं नासावंशाग्रगोचरद अतीव रम्यसिंहेन्द्रचर्मलम्बोत्तरीयकं श्रवणाहिबणोन्मुक्तनिःश्वासानलपिङ्गलं प्रेङ्कत्कपोलपर्यन्त चुम्बिलम्बिजडाचयम् कृतवासुकिपर्यन्तनाभिमूलनिवेशितम् ब्रह्माञ्जलिस्थानासाग्रनिबद्धोरगभूषणं ददर्श शङ्करं कामक्रमप्राप्तान्तिकः शनैः ततो भ्रमरचङ्कारमालम्ब्य द्रुमसानुगम् प्रविष्टकर्णरन्ध्रेण भवस्य मदनो मनः शङ्करस्तमसाकर्ण्यमधुरं मदनाश्रयं सस्मार दक्षतनयां दयिदां रन्धुमानसः तदशिवस्य शनकैस्थिरोधायादिनिर्मला समाधिभावनातस्थौ लक्ष्यप्रत्यक्षरूपिणी तदस्तन्मयदां याथप्रत्यूहपिहिताशयः विवेश विबुधाधीशो विकृतिं मदनात्मिकाम् ईषत्क्रोधसमाविष्टो धैर्यमालम्ब्य धूर्जडिः निरस्य मदनं स्थित्वा योगमाया समावृतः सतया माययाविष्टो जज्ज्वालमदनस्तदः इच्छा शरीरो दुर्ज्ञेयो दोषावासो महाशयः हृदयान्निर्गदशोध वासनाव्यसनात्मकः बहिस्थलं समासाद्य उपतस्ते छषध्वजः अनुयादो हि साह्येन मित्रेण मधुना सह सख कारतरो दृष्ट्वा मन्दमारुदनिर्धुतम् स्तम्भकं मदनो रम्यं हरवक्षसि सत्वरं मुमोच मोहनं नाम मार्गणं मकरध्वजः स तस्य हृदये शुद्ध्य नामशाली महाशरः पपादपरुषप्रांशो पुष्पबाणो विमोहनः ततः कर्णसन्दोहे विद्येतु हृदये भवः बभूव भूतपोकम्ब्य धैर्योऽपि मदनोन्मुखः ततः प्रभुत्वात् भावानामावेशं स्वमपश्यद वाक्यं बहुबभाषेध प्रत्यूह प्रसवात्मकम् तद कोपानलोद्भूत घोर हुङ्कारभीषणे बभूव वदने नेत्रं तृतीयमनलाकुलं रुद्रस्य रौद्रवपुषो जगत्संहारभैरवं तदन्तिकस्थे मदन्ये व्यस्फारयद दुर्जडिः तन्नेत्र विस्फुलिङ्गेन क्रोशदां नागवासिनां गमितो भस्मदां तूर्णं कन्दर्पकामदर्पकः स तु तं भस्मसात्कृत्वा हरनेत्रोद्भवो नलः व्यजृम्भदजगद्धग्धुं ज्ञात्वा हुङ्कारखस्मरम् तदो भवो जगद्धेदोर्व्यभजज्जादवेदसं सहकारे मधौ चन्द्रे सुमनस्वपरेष्वपि भृङ्गेषु कोकिलास्ये च विभागेन स्मरानलं स बाह्याभ्यन्तरे विद्धो हरोदस्मरमार्गणैः भागेष्वेदेषु संविष्टं वीक्षति बहुनाशनं विभक्तं लोकसंक्षोभकरं दुर्वारजृम्भितम् तत्प्राप्तिस्नेहसम्पूर्णकामेन हृदये किल ज्वलन्नहर्निशं भीमो दुःखस्य वशको भवद विलोक्य हरहुङ्कारज्वालाभस्मीकृतं स्मरं विललापरधिक्रूरं बन्धुनामधुना सह ततो विलप्य बहुशो मधुना परिसान्द्विता जगामशरणं देवमिन्दुमौलित्रिलोचनं भृङ्गानुयादां सङ्गृह्य पुष्पितां सहकारजां लतां पत्रद्रुमच्छन्नां जादां परभृतां सखीं निबध्य दुजडाजूडं कुटिलैरलकैरदिः उद्वर्त्य गात्रं शुभ्रेण हृद्येन स्मरभस्मना जानुभ्यामवनिं गत्वा प्रोवाचेन्दुविभूषणं रतिरुवाच नमः शिवायास्तु मनोमयाय जगन्मायाद्भुतवर्त्मने नमः नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय नमो भवायास्तु भवोद्भवाय नमोऽस्तु ते ध्वस्तमनोभवाय नमोऽस्तु मायामदनाश्रयाय नमो निसर्गामलभूषिताय नमोऽस्त्वमेयाय गुणायनाय नमोऽस्तु सिद्धाय पुरातनाय नमः शरण्याय नमो गुणाय नमोऽस्तु दे भीमगणानुगाय नमोऽस्तु नानाभुवनर्धिकर्त्रे नमोऽस्तु भक्ताभिमदप्रदाय नमोधकर्मप्रसवे नमः सदा अनन्तरूपाय सदैव तुभ्यम् असह्यकोपाय सदैव तुभ्यं शशाङ्कचिह्नाय नमोऽस्तु तुभ्यम् असीमलीलापरमस्तुताय वृषेन्द्रयानाय पुरान्तकाय नमः प्रसिद्धाय महौषधाय नमोऽस्तु नानाविधरूपकाय नमोऽस्तु कालाय नमकलाय नमोऽस्तु दे कालकलादिकाय चराचराचार्यविचार्यवर्यमाचार्यमुत्प्रेक्षितभूतसर्गं त्वामिन्दुमौलिशरणं प्रपन्ना प्रियाप्तयेऽहं सहसा महेशं प्रयच्छ मे कामयशसमृद्धिं पदिं विना तं भगवन्न जीवे प्रियप्रियाया पुरुषेश नित्यस्तदो परः को भुवनेष्विहस्ति प्रभुप्रभावी प्रभवप्रियाणां प्रवीणपर्याय परापरं तपः त्वमेव नाथो भुवनस्य गुप्तां दयालुरुन्मीलितभक्तभीतिः इद्धं स्तुतः शङ्कर इन्द्रमौलिर्वृषा कपिर्मन्मथकान्तयादु तुतोषदोषाकरखण्डधारी उवाच चैनां मधुरं निरीक्ष्य शङ्कर उवाच भविष्यदि जकामोऽयं काले कान्ते चिरादथ अनङ्ग इति लोकेषु स विख्यातिं गमिष्यति इत्युक्ता शिरसा वन्द्य गिरीशं कामवल्लभा जगामोपवनं चान्यद्रदिस्तुहिनपर्वते रुरोद चापि बहुशो दिनारम्ये स्थले स्थले मरणव्यवसायापि निवृत्ता च शिवाज्ञया अध नारदवाक्येन चोदितो हिमभूधरः कृदाभरणसंस्कारां कृतकौतुकमङ्गलां स्वर्गपुष्पकृदापीडां शुभ्रचीनां शुकाम्बराम् सखिभ्यां संयुतां शैलो गृहीत्वा स्वसुतां तदः जगामसुभगे योगे तदा सम्पूर्णमानसः सकाननान्युपाक्रम्य वनान्युपवनानि च ददर्शरुदधिं नारीमप्रदर्घ्यां महौजसम् न रूपेणेदृशी लोके रम्येषु वनसानिषु कौतुकेन परामृष्टस्तां दृष्ट्वा रुदधीं गिरिः उपसृप्य ततस्तस्य निकटं सोऽप्यपृच्छद हिमवानुवाच कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि नैतदल्पमहं मन्ये कारणं लोकसुन्दरि सा तस्य वचनं श्रुत्वा उवाचमधुना सह रुदन्ती शोकवचनं श्वसन्ती दैन्यवर्धनं रदिरुवाच कामस्य दयिदां भार्यां रदिं मां विद्धि सुव्रत गिरावस्मिंश्च भगवान् गिरिशस्तपसि स्थितः तेन प्रत्यूहरुष्टेन क्रोधाद्विस्वार्यलोचनं विमुच्याग्निशिखाज्ज्वालां कामो भस्मावशेषितः अहं तु शरणं यादात् तं देवं भयविह्वला स्तुतवत्यथ सन्तुष्टस्ततो मां गिरिशोऽब्रवीद तुष्टोऽहं कामदयिते कामोत्पत्तिर्भविष्यति त्वस्तुतिं चाप्यधीयानो नरो भक्त्या मदाश्रयः लप्स्यते काङ्क्षितं कामं निर्वर्त मरणादपि प्रतीक्षमाणा तद्वाक्यमाशावेशवशादहं शरीरं परिरक्षिष्ये किञ्चित् कालं महाद्युदे इत्युक्तस्तुतया रत्या शैलसम्भ्रमभीषणः प्राणवादाय तनयां गन्तुमैच्छत्स्वकं पुरं भाविनोऽवश्य भावित्वाद्भवित्रीभूतभाविनी लज्जमाना सखिमुखैरुवाच पितरं गिरिं शैलपुत्री उवाच दुर्भगेन शरीरेण किं ममानेन कारणं कथं च तां दशां प्राप्तशङ्करो मे पतिर्भवेद् तपोभिप्राप्यदेभीष्टं नासाध्यं तु तपस्यतः दुर्भगत्वं वृथा लोके विहिते सदि साधने तपसि भ्रष्टसन्देह ततः स्वार्थजिगीर्षय एवं तपः करिष्येऽहं यामित्युक्तवदीं सुधाम् उवाजवाचा शैलेन्द्रो गद्गदस्वरवर्णय हिमावानुवाच उमेदि चापलं पुत्रिणक्षमं तावकं वपुः सोढुं क्लेशानुरूपस्य तपसः सौम्यदर्शने भाविन्यपि च कार्याणि पदार्थानि सदैव तु भाविनोऽर्था भवन्त्येव बहवो निच्छतोऽपिः तस्मान्न तपसस्ते बाले किञ्चित् प्रयोजनं भवनं चैव गच्छामि चिन्तयिष्यामि तत्र वै इत्युक्त्वा तु यदा नैव गृहमन्वेति शैलजा तत्रोद्रिचिन्तयाविष्टस्वसुतां प्रशशंस च ततोऽन्तरिक्षे दिव्या च वागभूत् भुवनत्रये उमेदि चापलं पुत्री त्वयोक्ता तनया यदः उमेदि नाम देनास्य भुवनेषु भविष्यति सिद्धिर्मूर्तिमदित्वेषा साधयिष्यन्ति चिन्तितम् इति श्रुत्वा दुवचनं स तदाकाशमण्डले अनुज्ञाय सुतां शैलो जगामाशु स्वमन्दिरं फुलस्य उवाच शैलजापि ययौ शैलमगम्यमपि दैवतैः सखीभ्यामनुयादादुनियदा नगराजजा शृङ्गं हिमवदपुण्यं नानाधातुविभूषितं दिव्यपुष्पलदाकीर्णं भ्रमरोत्कृष्टपादपं दिव्यप्रस्रवणोपेदं मनोरथ सदोज्ज्वलं नानापक्षिसमायुक्तं चक्रवाकोपशोभितं जलजस्थलजै पुण्यै प्रफुल्लैरुपशोभितं चित्रकन्दरसङ्गुह्यं दिव्यगेहसमन्वितं विहङ्गसङ्घसङ्घुष्टं कल्पपादपसङ्कटं तत्रापश्यन्महाशाखं शाखिनं हरितच्छदं सर्वर्तु कुसुमोपेदं चक्रवाकोपशोभितम् नानापुष्पशताकीर्णं नानाविधफलान्वितं त्यक्तं सूर्यस्य रुचिभिर्भिन्नसंहतपल्लवं तत्राम्बराणि संत्यज्य भूषणानि च शैलजा संविदावल्कलैर्दिव्यैर्दर्भनिर्मितमेखला तृत्स्नादा पाडलाहारा बभूव शरदां शतं शतमेकेन जीर्णेन पर्णेन वर्तयत्तदा निराहारा शतं सा भूत् समानां तपसो निधिः तद उद्वेजिता सर्वे प्राणिनस्तपसोऽग्निना तद सस्मार भगवान् मुनिन् सप्तशतक्रतुः ते समागम्य मुदिता सर्वे समुदितास्तथा पूजितास्ते महेन्द्रेण पप्रच्युस्तत्प्रयोजनं किमर्थं हि सुरश्रेष्ठ संस्मृतास्तु वयं त्वया चक्रप्रोवाच शृण्वन्तु भगवन्तः प्रयोजनं हिमाचले तपोघोरं तप्यते भूधरात्मजा तस्याभिमदयोगेन भवं तः कर्तुमर्हथ तपः समापनं देव्या जगदर्थे त्वरान्विताः तथेत्युक्त्वा ततः शैलं सिद्धसङ्घादसेविदम् ऊचुरागम्यमुनयस्तामधो मधुराक्षरम् पुत्रिकस्ते व्यवसिधकामकमललोचने तानुवाच ततो देवी सादरं गौरवान्मुनीन् देव्युवाच तपस्यन्तो महाभागाः प्रोह्य मौनं भवादृशां वन्दनाय नियुक्ता धीर्या च यत्यविकल्पितम् सुप्रसन्नमुखायूयं गृहीत्वासनमादिदः उपविष्टाश्रमं मुक्त्वा ततः प्रक्ष्यधमामनु युत्युक्तास्ते ततश्चक्रुस्तत्रासनपरिग्रहं सा च तान्विधिवत्पूर्वं पूजयित्वा विधानतः उवाचादित्य सङ्काशान्मुनीन् सप्तर्षीन् शनैः त्यक्त्वा व्रतात्मकं मौनं नत्वा च विधिवन्मुनीन् भगवन्तोऽपि मौनान्ते तस्या सप्तर्षयोऽप्यथ गौरवाधारतां प्राप्तां पप्रच्युस्तां पुनस्तथा सापि गौरवगर्भेण मनसा चारुहासिनी मुनीन् सर्वांस्तथा लोक्य प्रोवाच प्रोह्यवाग्यमम् भगवन्तो विजानीध प्राणिनां मनसेप्सितं शरीरादिभिरत्यर्थं कदर्व्यं तेहि देहिनः केचित्तु निपुणास्तत्र खडन्ते विविधोद्यमैः उपायैर्दुर्लभान् भावान् प्राप्नुवन्ति ह्यदन्द्रिताः अपरेदुपरिच्छिद्य नानाकारानुपक्रमान् देहान्तरार्थं सारम्भमाश्रयं दिहि तद्व्रतम् मम त्वाकाशसम्भूतकुसुमस्रग्विभूषितं विद्यशृङ्गं स्प्रष्टुकामो हस्तप्रसरदे मुहुः अहं किल भवं देवं पदिं प्राप्तुं समुद्यता प्रकृत्यैव दुराराध्यं तपस्यन्तं च सम्प्रति सुरासुरैरनिर्णीतं परमार्थक्रियाश्रयं साम्प्रतं चापि निर्दग्धो मदनो वीदरागिणा कथमाराधयेदीशं मादृशी तादृशं शिवं युक्त्युक्त्वा मुनयस्ते दुस्थिरदां मनसस्ततः ज्ञातुमस्यावचक्रोजुप्रक्रमात् प्रकृतार्थकं मुनय ऊचुः द्विविधन्तुसुखं तावत्पुत्रिलोके विभाव्यते शरीरस्यास्य संयोगश्चेदसश्चापि निर्वृतिः प्रकृत्यादु स दिग्वासभिमो भस्मास्ति भूषणः कपाली भिक्षुको नग्नो विरूपाक्षोऽस्थिरक्रियः प्रमत्तोन्मत्तकाकारोऽभिभत्सो कृतसङ्ग्रहः पत्यान तेन चास्त्यर्थो मूर्तानर्थेन काङ्क्षितः यदि स्वस्य शरीरस्य सुखमिच्छसि शाश्वतम् तत्कथं ते महादेवद्भूतभाजो जुगुप्सितात् श्रवन्नरवसास्तिकपालहृदभूषणाद् श्वसदुग्रभुजङ्गेन्द्रकृदभूषणभूषितात् श्मशानवासिनो रौद्रप्रमधानुगतादपि सुरेन्द्रमकुटभ्रातनिकृष्टचरणोरिह हरिरस्ति जगद्धादा श्रीकान्तोऽनन्दमूर्तिमान् जप्यो यज्ञभुजामस्ति तदेन्द्रपाकशासनः देवतानां निधिश्चास्ति ज्वलनः सर्वकामधुक वायुरस्ति जगद्धादा यः प्राणः सर्वदेहिनां तथा वैश्रवणो राजा सर्वार्थमहिमाप्रभुः येभ्य एकतमं कस्मान्नत्वं सम्प्राप्तुमिच्छसि उदान्यस्मादिह प्राप्यं सुखं ते मनसेहितम् एवमेदत्तथा पुत्रिप्रभावो लोकसम्पदाम् अस्मिन् देहे परे वापि कल्याणप्राप्तये तव पितुरेवास्ति ते सर्वं सुरेभ्यो यन्निवेदितम् वरस्य प्राप्तये क्लेशः स चाप्यत्रा फलस्तरुः प्रायेण प्रार्थितो ह्यर्थः समर्थो ह्यतिदुर्लभः स्वस्थानविनियोगित्वात् पुत्री तत्रापि लभ्यते इत्युक्तवस्तु कुपिता मुनिवर्येषु शैलजा उवाच क्रोधरक्ताक्षी विस्फुरद्दशनच्छदा देव्युवाच असद्ग्रहस्य पानीधिर्व्यसनस्य क्व यन्त्रणा विपरीतार्थबोद्धारः सत्पथे केन योजितः एवं मां विद्ध दुष्प्राज्ञामस्ताना सद्ग्रहप्रियां न मां प्रतिविचारोऽस्ति यदहङ्कारमानिनि प्रजापतिसमा सर्वे भवन्तः सर्वदर्शिनः न नूनं विद्धतं देवं शाश्वतं जगदप्रभुम् अजमीशानमव्यक्तममेयमहिमोदयम् आस्तां तत्कर्म सद्भावं सम्बोधं तावदावृतम् विदुस्तं न हरिब्रह्ममुखा अपि सुरेश्वराः यत्तस्य विभवं शोद्धं भुवनेषु विजृम्भितं प्रकटं सर्वभूतानां तदप्यधनविद्ध किं कस्यैतद्गमनं मूर्ति कस्याग्निः कस्य मारुतः कस्य भू कस्य वरुणः कश्चन्द्रार्कविलोचनः कस्यार्चयन्ति लोकेषु लिङ्गं भक्त्या सुरासुराः यच्च ब्रह्मेश्वरा देवा विष्णु इन्द्राद्या महर्षयः प्रभावं प्रभवं वापि तेषामपि न विद्ध किम् अदिते कश्यपाज्जादा देवानारायणादयः मरीचे कश्यपपुत्रो ह्यदिदिर्दक्षपुत्रिका मरीचिश्चापि दक्षश्च पुत्रौ तौ ब्रह्मणः किल ब्रह्मा हिरण्मया दण्डादेव सिद्धविभूतिकः कस्य प्रादुरभूध्यानात् प्राकृतप्राकृतांशकः अथ नारायणेनैव स्वकीयेच्छा समाश्रयात् तत्प्रेरितः प्रयात्वेष जन्म नारायणात्मकं सापि कर्मण एवोक्ता प्रेरणा विवशात्मनाम् यथोन्मादादिदुष्टस्य मदिरेव हि सा भवत् इष्ठानेव पदार्थान्वै विपरीतान् हि मन्यते लोकस्य व्यवहारेषु दृष्टेषु हसदे सदा धर्माधर्मफलप्राप्तौ विष्णुमेव निबोधत विदध्वमिद्धं मुनयो सकृच्च मे गिरं गिरीशश्रुति भूमिसन्निधौ उत्कृष्टकेदार इवावनीतले सुबीजमुष्टिं सुफलाय कर्षकाः ते तां श्रुत्वा हि तां रम्यां प्रक्रमात् प्रक्रमक्रियां वाचं वाचां पदिप्रख्या प्रोजुस्तस्मितसुन्दराः मुनय ऊचुः जादे लोकविधाने दु सत्यं तत्कार्यमुत्तमं प्राय प्रालेयशैलस्य शङ्का तत्कालरूपिणः सत्मुत्पण्डिताः सर्वे ये ये कार्यार्थमुद्यताः तेषां त्वरन्ते चेदांसि किन्तु नाम महात्मनां लोकयात्रानुगन्तव्या विशेषेण विवक्षितैः यदस्तद्धर्ममेद्धं ते तत्प्रामाण्यं परे धृदाः इत्युक्त्वा मुनयो जग्मुस्त्वरितास्तु हि नाचलं तत्र ते पूजितास्तेन हिमशैलेन सादरम् ऊचुर्मुनिवरा प्रीतास्वल्पकं तु तुरान्विताः मुनय ऊचुः देवो दुहितरं साक्षात् पिनाकी तव मार्गदे तच्छीघ्रं पावयात्मानं माहुत्ये वानलेकुदं कार्यं हि तच्च देवानां सुचिरं परिवर्तते जगदुद्धारणाह्यैष विधातव्यः समुद्यमः युत्युक्तस्तु तदा शैलो हर्षावेश वशान्मुनि असमर्थो भवद्वक्तुमुत्तरं प्रार्थयन्निव तदो मेना मुनीन् वन्द्य प्रोवाच स्नेहविक्लवा दुःखितुस्तान् मुनींश्चैव वचनं स्वयमर्थवद मेनोवाच यदर्थं दुहितुर्जन्म चेच्छं त्यपि महाफलम् तदेवोपस्थितं सर्वं प्रक्रमेणैव साम्प्रतं कुलजन्मवयोरूपविभूत्वैः सहितोऽपि यः वरस्तस्यापि नाहूय सुधा देया ह्ययाचदः दिग्वासा जडिलशूली दग्धकामोऽपि कामदः सदुमत्सुदयाखोरकथं नाम उपास्यते मुनय ऊजुः ऐश्वर्यमवगच्छस्व शङ्करस्य सुरासुराः आराध्यमानपादाब्ज युगलाश्च सुनिर्वृताः यस्योपयोगि यद्रूपं तेन तत्प्रार्थ्यते चिरम् घोरं तपस्यते बाला तेन रूपेण निर्वृता यत्सा व्रतानि दिव्यानि नयष्यति समापनम् तदत्रावहिता तावदस्मास्वेव भविष्यति इत्युक्त्वा गिरिणा सार्धं ययोर्यत्रास्ति शैलजा जिदार्कज्ज्वलनज्ज्वाला तपस्तेजो महीह्युमा प्रोक्ता सा मुनिभिस्निग्धं मानिन्याह वचोर्धवद नाकं क्षुद्रात् किलेच्छामि हृदे सर्वात्पिनाकिनः स्थितं च तारतम्येन प्राणिनां परमर्धितम् धीरतैश्वर्यकार्याणि प्रमाणमतुलं महद यस्मान्न किञ्चिदपरं यच्च यस्मात् प्रवर्तते यस्यैश्वर्यमनाद्यन्तं तमहं शरणं गदा समसव्यवसायश्च दीर्घेण विपरीतकः एवं निशम्यते वाचं देव्या मुनिवरास्तथा आनन्दाश्रु परिताक्षात् सस्वज्जुस्तां तपस्विनीम् ऊचुश्च परमप्रीता शैलजां मधुरं वचः ऋषय ऊजुः अत्यद्भुतमहो पुत्रि ज्ञानमूर्तिरिवामला प्रसादयसि नो भावं भवभावप्रतिश्रयाद ननु विद्मो वयं तस्य देवस्यैश्वर्यमद्भुतम् त्वन्निश्चयस्य दृढतां वेत्तुं वयमिहागताः अचिरादेव तन्वङ्गि कामस्त्वेष भविष्यति आदित्यः स प्रभो यादि रत्नेभ्य काद्युधि पृथक् कोऽर्थो वर्णान् स्वकांस्त्यक्त्वा तथा त्वं गिरिशं विना यामो नेकाभ्युपायेन तमभ्यर्थयितुं वयम् अस्माकमपि चैषोर्धसुतरां हृदि वर्तते अतस्त्वमेव सा बुद्धिर्यदो नीधिस्त्वमेव हि अदो निःसंशयं कार्यं शङ्करोऽपि विधास्यति इत्युक्त्वा पूजिता सर्वे मुनयो गिरिकन्यया प्रययोर्गिरिशं द्रष्टुं प्रस्थं हिमवदो महद गङ्गाम्भः प्लावितात्मानः पिङ्गा बद्धजडाः सडाः भृङ्गानुयादपाणिश्च मन्दारकुसुमस्रजः सम्प्राप्य दु गिरे प्रस्थं ददृशुशङ्कराश्रमं प्रशान्ताशेष सत्त्वौखं पर्यस्तिमिदकाननम् निःशब्दक्षोभसलिलप्रयादं सर्वतो दिशं तत्रापश्यंस्तदोद्वारिवीरकं वेत्रपाणिनं तमेदे मुनयः पूज्या विनीता कार्यगौरवाद ऊजुर्मधुरभाषाभिस्तेवाचं वाग्मिनां वराः द्रष्टुं वयमिहायाता शङ्करं गुणनायकं त्रिलोचनं विजानीहि सुरकार्यप्रचोदिताः त्वमेव नो गतिस्तत्र यथा कालानतिक्रमः स्यात्प्रार्थनैषा प्रायेण प्रदीहारमयी प्रभो इत्युक्तो मुनिभिस्सोध गौरवात्तानुवाचः सवनस्यापरं सन्ध्यां कर्तुं मन्दाकिनीं गतः क्षणेन भाविदा विप्रास्तदो द्रक्ष्यधशूलिनम् इत्युक्ता मुनयस्तस्तोर्यत्नात् कार्यविचक्षणाः गम्भीराम्बुधरं प्रावृतृषिताश्चातका यथा तथा क्षणेन निष्पन्न समाचारक्रियाविधिं वीरासनकृतोद्देशं मृगचर्मनियामिदं तदो विनीदो जानुभ्यामवलम्ब्यमहीं मुदा उवाच वीरको देवं प्रणयैकसमाश्रयं सम्प्राप्ता मुनयः सप्त द्रष्टुं त्वां दीप्ततेजसं विभो समाधिश द्रष्टुं तदोध्यानमिहार्हसि इत्युक्तो धूर्जडिष्ठेन वीरकेण महात्मना भ्रूभङ्गसंज्ञया तेषां प्रवेशाज्ञां ददौ तदा मूर्धकम्पेन तान् सप्त वीरकोऽपि महामुनीन् आजुहाव विदूरस्तान् दर्शनाय पिनाकिनः त्वराबद्धजडास्ते जलम्बकृष्णानि जाम्बराः विविशुर्वेदिकां दिव्यां गिरीशस्य विभोस्तदः बद्धपाणिपुडाक्षिप्त नाकपुष्पोत्करास्तदः पिनाकिपादयुगलं वन्द्यनाकनिवासिनः तदस्निग्धेक्षिताः सन्दो मुनयशूलपाणिना गिरीशं ते तदो दृष्ट्वा ते समं तुष्टवुर्मुदा मुनय ऊचुः अहो कृतार्था वयमेव साम्प्रतं सुरेश्वरैर्वन्दितपादपल्लवं विलोकयामो गुणगौरवर्धिभिः समाधिशे कार्यमशेषरक्षणं तद प्रकश्य सर्वज्ञ उवाच मुनिसत्तमान् भवदां यद्धृदि गतं कार्यं तत्कुरुताधुना इत्युक्ता मुनयस्तूर्णं ययुर्यत्र च शैलजा बभाषिरे विभागज्ञा गिरिजां गिरिगह्वरे रम्यं प्रियमनोहारि मारूपं तपसादः प्रीतस्ते शङ्करः पाणिमेषप्रदिग्रहीष्यति वयमर्धितवं तस्ते पितरं पूर्वमागताः पित्रा सह गृहं गच्छ वयं यामस्वमन्दिरम् इत्युक्त्वा तपसः सत्यं फलमस्तीति चिन्त्य सा त्वरमाणाय यौवेश्म पितुर्दिव्यं सुशोभितं सा तत्र रजनी मेने वर्षायुध समां सती हरदर्शनसंजात समुत्कण्ठा हिमाद्रिजा ततो मुहूर्ते ब्राह्मे तु तस्याश्चकृत्सुहृत्क्रियां नानामङ्गलसन्दोहान्यथावत्क्रमपूर्वकं दिव्यमङ्गलसंयोगान्मन्दिरे बहुमङ्गले उपासदगिरिं मूर्ता हृदवः सर्वकामिकाः वायवः सुखदाश्चासन् सम्मार्जनविधौ गिरेः हर्म्येषु श्रीस्वयं देवी कृदानना प्रसाधना कान्ति सर्वेषु भावेषु ऋद्धिश्च भरणाकुला चिन्तामणिप्रभृतयो रत्नाशैलं समं ततः उपतस्तुर्लताश्चापि कल्पकाद्या महाद्रुमाः ओषध्यो मूर्तिमत्यश्च दिव्यौषधिसमन्विताः रसाश्च धाधवश्चैव सर्वे शैलस्य किङ्कराः किङ्करास्तस्य शैलस्य व्यग्राश्चाश्रमवर्तिनः नद्यः समुद्रा निखिलास्तावरं जङ्गमं च यद् ते सर्वे हिमशैलस्य महिमानमवर्धयन् अभवन्मुनयो नागा यक्षा गन्धर्वकिन्नराः शङ्करस्यापि विबुधा गन्धमादनपर्वते सज्जमण्डनसम्भारास्तस्तुर्निर्मलमूर्तयः सर्वस्याधजडाजूडे चन्द्रखण्डं पितामहः बबन्ध प्रणयोदार विस्फारितविलोचनः कपालमालां विपुलां चामुण्डा मूर्ध्नि बध्नति उवाच गिरिशं काली पुत्रं जनय शङ्कर यो दैत्येन्द्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति शौरीर्वत्तंसि कारत्नं कण्ठाभरणमुज्ज्वलम् भुजङ्गाभरणं गृह्य सज्जशम्भोः पुरो भवद चक्रो गजाजिनं तस्य वसाभ्यक्ताग्रपल्लवं दध्रे सरभसं स्वीद्यद्विस्तीर्णमुखपङ्कजं वायवश्च वपुस्तीक्ष्णास्तीक्ष्णं हिमगिरिप्रभम् वृषं विभूषयामासुर्हरयानं मनोजवम् विरेजुर्नयनान्दस्ताशम्भो सूर्यानलेन्दवः स्वां द्युतिं लोकनाथस्य जगधकर्मसाक्षिणः चिदाभस्मसमाधत्त कपाले रचतप्रभम् मनुजास्ति मयि मालां निबम्बन्ध च पाणिना प्रेताधिपुरे दूरे सभयः समवर्तत नानाकारमहारत्नभूषणं धनदाहृदं विहायो दीप्त सर्पेन्द्र खडकेन स्वपाणिना कर्णात्तं सं चकारेश्यो ह्यमलं तक्षकं स्वयं निष्पन्नाभरणं चैव प्रसाध्येशं प्रसाधनैः तत्राप्येषा नियमदो ह्यभवन्व्यग्रमूर्तयः मोमोच्चाभिनवान् सर्वरम्यशालिरसौषधीन् व्यग्रादु पृथिवी देवी सर्वभावात्मनोरमा गृहीत्वा वरुणसाक्षाद्रत्नाढ्याभरणानि च पुष्पाणि च विचित्राणि नानारत्नमयानि दु तस्थौ साभरणो देव सर्वज्ञः सर्वदेहिनां ज्वलनश्चापि दिव्यानि हैमान्याभरणानि च जातरूपपवित्राणि प्रयतः समुपस्थितः वायुर्ववौ च सुरभिः सुखसंस्पर्शनो विभुं छत्रं चन्द्रकरोद्दामं हासितं च शतक्रतुः जग्राकमुदितश्रीमान् बाहुभिर्वज्रभूषणः जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः वादयन्तोदिमधुरं जगुर्गन्धर्वकिन्नराः मुहूर्तादृतवस्तत्र जगुश्च ननृतुश्च वै चपलाश्च गणास्तस्तुर्लोडयन्तो हिमाचलम् उपविष्टक्रमाद्धादा विश्वकृद्भगनेत्रः चकारौ द्वाहिकं कृत्यं पत्न्याः सह यथोदितं दत्तार्क्यो गिरिराजेन सुरवृन्दैर्विनोदितः अवसत्तां क्षपां तत्र पत्न्या सह पुरान्तकः ततो गन्धर्वगीतेन नृत्येनाप्सरसामपि स्तुतिभिर्देवदैत्यानां विबुधो विबुधाधिपः आमन्त्र्यखिमशैलेन्द्रं प्रभादे जायया सह जगाम मन्दरगिरिं वायुवेगेन शृङ्गिणा ततो गदे भगवति नीललोहिते सहो मया रतिमनुभूतभूधरः स बान्धवो भवति हि कस्य नो मनो विशृङ्खलं जगति हि कन्यकापिदुः पुरोद्यानेषु रम्येषु विविक्तेषु वनेषु च सुरक्तहृदयो देव्या विजहारभगाक्षिः ततो बहुतिथे काले पुत्रनाम्ना गिरेस्तुता सखीभिः सखिता क्रीडां चक्रे कृत्रिमपुत्रकैः कदाचित् गन्धतैलेन गात्रमभ्यज्य शैलजा चूर्णैरुद्वर्तयामास मलेनापूरितं तनुं तदुद्वर्तनकं गृह्य नरं चक्रे गजाननं पुरुषं क्रीडति देवी तच्चाप्यक्षिपदं भसि जाह्नव्याशिवया सख्या ततसोऽभूत् बृहत्तनुः कायेनादि विशालेन जगदा पुरयत्तदा पुत्रेत्युवाच तं देवी पुत्रेत्यूचे च जाह्नवी गाङ्गेय इति दैवैस्तु पूजितो भूद्गजाननः विनायकाधिपत्यं च ददावस्य पितामहः पुनः सा क्रीडति चक्रे तरुं च वरवर्णिनी मनोज्ञमङ्गुरं रूढमशोकस्य शुभानना वर्धयामास तं चापि हृदसंस्कारमङ्गलं बृहस्पतिमुखैर्विप्रैस्दिवस्पतिपुरोहितैः ततो देवै स मुनिभिप्रोक्ता देवी त्विदं वचः अधुना दर्शिते मार्गे मर्यादां कर्तुमर्हसि फलं कि भवता देवि कल्पितैस्तरुपुत्रकैः इत्युक्त्वा हर्षपूर्णाङ्गी प्रोवाचादिशुभां गिरम् एकं निरुदगे ग्रामे यः कूपं कारयेद्बुधः बिन्दौ बिन्दौ च तोयस्य सवसेद्वत्सरं दिवि दशकूपसमावापी दशवापी समो ह्रदः दशह्रदसमाकन्या दशकन्या समो द्रुमः यशा वै शुभमर्यादा नियदा लोकभाविनी युत्युक्तास्तु ततो विप्रा बृहस्पतिपुरोगमः जग्मुस्वमन्दिराण्येव भवानीं वद्यमादरं गदेषु तेषु देवोऽपि शङ्करः पर्वतात्मजां पाणिना लम्ब्यमानेन न स्वमावासमगच्छद चित्तप्रसादजननं प्रासादाट्टालगोपुरम् लम्बमौक्तिकदामनं मालिका कुलवेदिकां सुनद्ध कलधौदं च क्रीडागृहमनोगदं प्रकीर्ण कुसुमामोद मत्तालिकुलभूजितं किन्नरोद्गीदसङ्गीत गृहान्तरितभित्तिकं सुगन्धिधूपसङ्घादम् मनःप्राप्यमलक्षितं क्रीडामयूरनारीभिरभिदो रभसार्पितं हंससंघादसंदिष्टस्फटिकस्तम्भं तोरणम् अनाविलमसम्भ्रात्या बहुशकिन्नराकुलं शुकैर्यत्राभिदृंश्यदे पद्मरागविनिर्मिताः भित्तयो जातिसम्भ्रान्त्या प्रतिबिम्बितमौक्तिकाः तत्राक्षाय प्रियया देवो विहर्तुमुपचक्रमे स्वच्छेन्द्रनीलभूभागे क्रीडन्तौ यत्र संस्थितौ वपुः सखायदां प्राप्तौ विनोदरसनिर्वृतौ एवं प्रक्रीडतोस्तत्र देवी शङ्करयोस्तदा प्रादुर्भूतो महाशब्दपतिताम्बरगोचरः तच्छ्रुत्वा कौतुकाद्देवी किमेददिति शङ्करं पर्य पृच्छत्सुरवरं हरं विस्मितपूर्वकम् उवाच देवो नैदत्ते दृष्टपूर्वं शुचिस्मिते एते गणेशा क्रीडन्ते शैलेऽस्मिन्मत्प्रिया सदा तपसा ब्रह्मचर्येण नामभिः क्षेत्रसेवनैः यैरहं तोषितपूर्वं त एते मनिजोत्तमाः मत्समीप मनुप्राप्ता मम हृद्याशुभानने कमरूपा महोत्सवः महारूपगुणान्विताः कर्मभिर्विस्मयं तेषां प्रयामि बलशालिनाम् सामरस्यास्य जगदसृष्टिसंहरणक्षमाः ब्रह्मचन्द्रेन्द्रगन्धर्वैः स किन्नरमहोरगैः विवर्जितोऽप्यहं नित्यं नैभिर्विरहितो रमे हृद्या मे चारु सर्वाङ्गी त एते क्रीडिता गिरौ इत्युक्तादु तदा देवी त्यक्त्वा दं विस्मयाकुला गवाक्षान्तरमासाद्य प्रेक्षदे चकितानना यावं तस्ते दृशा दीर्घा ह्रस्वा स्थूला महोदराः व्याक्रे भवधनाकेजित् केजिन्मेषाजरूपिणः अनेकः प्राणिरूपाश्च ज्वालास्या कृष्णपिङ्गलाः सौम्या भीमा स्मितमुखा कृष्णपिङ्गजडाः सदा नानाविहङ्गवदना नानाविधसुराननाः कौशेयचर्मवसना नग्नाश्चान्यो विरूपिणः गोकर्णा गजकर्णाश्च बहुवक्त्रेक्षणोदराः बहुपादा बहुभुजा दिव्यनानास्त्रपाणयः अनेककुसुमापीडा नानाव्याकुलभीषणाः कृतनानायुधधरा नानाकवचभूषणाः विचित्रवाहनारूढा दिव्यरूपा वियच्चराः वीणावाद्यरवोत्कृष्टा नानास्थानकनर्तकाः गणेशांस्तांस्तथा दृष्ट्वा देवी प्रोवाच शङ्करं देव्युवाच गणेशा कति सङ्ख्याधा किन्नाम्ना किमात्मना का एकैकशो मम ब्रूहि निष्ठिता ये पृथक् पृथक् शङ्कर उवाच कोटिकोटिश्च सङ्ख्याता नानाविख्यातपौरषाः जगता पूरितं सर्वमेभिर्भीमैर्महाबलैः सिद्धक्षेत्रेषु रध्यासु जीर्णोद्यानेषु वेश्मसु दानवानां शरीरेषु बालेषून्मत्तकेषु च ये देविंशतिमुदिता नानाहारविहारिणः ऊष्मपाफेनपाश्चैव धूमपा मधुपायिनः मेधाहारारुधिरपाः सर्वभक्षाख्यभोजनाः देवादास्तापसाहारा नानावाद्यरधिप्रियाः न हि वक्तुमनन्दत्वाच्छक्यन्ते हि गणाः पृथक् देव्युवाच नागत्वगुत्तरा सङ्गशुद्धाङ्गो मुञ्जमेखली मनशिरेण कल्केन चपलो रञ्जिताननः भृङ्गदष्टोत्पलानां च श्रद्धा मा मधुराकृतिः पाषाणशकलोत्तान कांस्यतालप्रवर्तकः असौ गणेश्वरो देव किं नाम किन्नरानुगः जयेश गणगीतेषु दत्तकर्णो मुहुर्मुहुः शर्व उवाच स एष वीरको देवि सदा मे हृदयप्रियः नानाश्चर्यगुणाधारो गणेश्वरगणार्चितः देव्युवाच ईदृशस्य सुदस्यास्ति ममोत्कण्ठा पुरान्तक कदाहमीदृशं पुत्रं द्रक्ष्याम्यानन्ददायकं शर्व उवाच एष एव सुतस्तेऽस्तु नयनानन्दकारकः त्वया मात्रा कृतार्थो हि वीरकोऽपि सुमध्यमे इत्युक्त्वा प्रेषयामास विजयां हर्षणोत्सुकां वीरकानयनायाशु दुःखिता भूभृदसखीं सावरुह्य त्वरा युक्ता प्रसादादं परस्पृशः गणपं गणमध्यस्थं सूर्यकोटिप्रवर्तनम् विजयो वाच ये हि वीरकचापल्या त्वया देवी प्रदोषिता त्वामाह्वयति चेत्युक्तस्त्यक्त्वा पाषाणखण्डकं देव्याः समीपमागच्छद्विजयानुगदशनैः प्रासादशिखरोद्भुल्लरक्ताम्बुजनिभद्युतिः तं दृष्ट्वा प्रस्थितानल्पस्वादुक्षीरपयोधर गिरिजोवाच पिब क्षीरमिदं वत्सश्रुतं पिब यदेच्छकम् उवाच देवी सस्नेहं गिरामधुरवर्णया ये हि सद्यो हि जातोऽसि मे पुत्रको देवदेवेन दत्तोऽधुना वीरक उक्तवत्यङ्क आधाय परिष्वजत्तं कपोले चुजुम्बागराण्नन्दिनी मूर्धन्युपाख्राय साम्राज्यगात्राणि चाभूषयामास दिव्यै स्वयंभूषणैः किङ्किणीमेखलानूपुरैः सन्मणिप्रोदकेयूर आरैरमूलैर्गुणैः कोमलैः पल्लवैश्चित्रितश्चारुभिर्मङ्गलैः कङ्गणैर्देव्यमन्त्रोद्भवैः तस्य शुद्धैस्तदो भूरिभिश्चाकरोन्मिश्र सिद्धार्थकैरङ्गरक्षाविधिं यवमादाय चोवाच कृत्वा स्रजं मूर्धनि गोरोचनापत्रभङ्गोज्ज्वलैः वत्स वत्साधुना क्रीडसार्धं गणैरप्रमत्तो व्रजश्वभ्रवर्जं शनैः व्यालमालाकुलाः शैलसानुद्रुमान्दन्तिभिर्भग्नशाखाः परं भङ्गिनः जाह्नवीमण्डलक्षुब्धतोयाकुलं मा विषेधा बहुव्याघ्रजुष्ठे वने वत्ससङ्ख्येषु दुर्गेषु यद्वीरकपुत्र भावायतां स्वच्छचित्तो जनः प्रार्थितं भव्यमायादिभाविन्यसौ भाव्यतां सोऽपि निर्वर्त्य सर्वैर्गुणैः एवमुक्तो नया वीरको मादरं सस्मयन्नाह लीलावशाविष्टधीः यश मात्रा स्वयं मे कृतकङ्कणः पत्रकश्चित्रितः पाटलैर्बिन्दुभिः चारु पुष्परियं मालधीभिः कृता मालिका मे शिरस्याहिदकोमला तोषयामीश्वरीमित्ययं सत्वरं चिन्तयित्वा व्रजबाह्यधक्रीडनं स्वर्गणैः संयुधो वीरको हर्षितो दक्षिणात्पश्चिमं पश्चिमादुत्तरम् उत्तरात्पूर्वमभ्येत्य सख्यायुधा प्रेक्षते तं गवाक्षान्तराद्वीरकं शैलपुत्री बहिःक्रीडितारं जगत्स्नेहदः पुत्रलुब्धाय तस्सोऽत्र कः मोहमायादि यस्वल्पवेत्ता जडो मांसविन्मूत्र सङ्घादेहोद्वहः द्रष्टुमभ्यन्तरं नागवासेश्वरेष्विन्दुमौलिप्रविष्टेषु कक्षान्तरं वाहनान्येव मारोहमाणास्तदो लोकपालास्त्रपूगं मुहूर्तावधि खड्ग एषो विखड्गाकारो निर्मलः कृन्तः कस्य केनाहृदो ब्रूदनः नो भवेद्धस्तदण्डेन किं ब्रूमहे भीममूर्त्यं गणेनास्ति कृत्यं गिरौ पाशयेषोऽस्ति तेनात्र को बध्यते मा वृथा लोकपालानुगास्तिष्ठद एवमेवैददित्यब्रुवंस्ते तदा वीक्ष्य देवानुगम्भीरकं रक्षकम् प्राहदेवी वने पर्वते निर्जराध्यग्निशालामुखे भूतले भूतपाः निर्जराम्भो निपातेषु नो मज्जस्तात् पुष्पजालावनद्धेषु धामस्वपि प्रोच्च नानाद्रिकुञ्जावगाहेष्वधो मायुतास्फोटसंरक्षणे कामदः काञ्चनोत्तुङ्गशृङ्गावरोहक्षिदौ हैमरेणोत्करा सङ्गपिङ्गद्युदिः केजराणां वने चापि रम्ये बभौ रूपसम्पत्प्रकारो गणो वास्तिदुम् मन्दरे कन्दरे चारुवापि तडे कुन्दमन्दारपुष्पप्रवालाम्बुजे सिद्धनारीभिरापीदरूपामृतं विस्तृतैर्नेत्र मात्रैरनुन्मेषिभिः वीरकं शैलपुत्री निमेषान्तरादस्मरत्पुत्र गृध्नोर्विनोदार्थिनी सोऽपि तादृष्णवाप्त पुण्योदयो यो हि जन्मान्तरे स्यात्मजत्वं ततः क्रीडतस्तस्य तृप्तिः कथं जायते योऽपि भावाज्यगद्वेदसा तेजसा कलिपथः प्रेक्षणं दिव्यगीतक्षणं नृत्य लोलैर्गणैशैः प्रवृत्यक्षणं सिंहनादाकुले गण्डशैले ज्वलद्रत्नजाले बृहत्सालताले क्षणं फुल्लनानातमालालिकालेक्षणं वृक्षमूले विलोलो मरालेक्षणं स्वल्पपङ्गे जले पङ्कजां केक्षणं माधुरङ्गे शुभे निष्कलङ्केक्षणं परिक्रीडते बाललीलाविसारी गणेशाधिपा देवतानन्दकारी निकुञ्जेषु विद्याधरोद्गीतशीलपिनाकीव लीला विलासै सलिलः प्रकाश्य भुवनं गोभिस्ततो दिनकरे गते देशान्तरं तदा पश्चादूरस्थो धरणीधरः मित्रत्वमस्य सुदृढं हृदयेद्योदयन्निव नित्यमाराधितो विप्रैः श्रीमान् विखनसः सुतः नाकरोत्सवितुर्मेरुरूपकारं पदिष्यद जनेष्वेषा व्यवस्थेदि श्रूयते स्रविलितोऽध्यधः दिनेनानुगतो भानुस्वजनं परिपूरयन् सन्ध्याबद्धाञ्जलिपुडा मुनयोभिमुखारविं यावदद्या सदे शीघ्रं निवार्योष्णाभिभाविताम् व्यदृम्भताथ लोकेऽस्मिन् क्रमाद्वैभावरं तमः कुटिलस्यैव हृदये कालुष्यं दूषयन्मनः ज्वलद्भणिभणारत्नदीपोद्योदितभित्तिके शयने शशसङ्खादरत्नवस्त्रोत्तरच्छदे नानारत्नद्युतिलसचक्रचापविडम्बके रत्नैकिङ्गिणिजालेन लसन्मुक्ता कलापगे कमणीयचलल्लीलाविधानाच्छादिताम्बरे मन्दरे मन्दसञ्चारं गदे गिरिसुधायुधः तस्थौ गिरिसुधा बाहुलता मिलितकन्धरः शशिमौलिसिदज्योत्स्नास्वारपूरितगोचरः गिरिजाप्यसिदापाङ्गी नीलोत्पलदलच्छविः विभावर्या च संवृत्ता बभूवातीव गोमयी तमुवाच ततो देवक्रीडाकेलिकलायुधाम् इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे गौरीविवाहवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॐ